गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतं शब्दखण्डे स्मः तत्र योग्यता इति अन्या सामग्री तस्याः विषये अध्ययनम् आरब्धम् आहत्य तत्र चत्वारः चतस्रः सामग्रेः सन्ति इति अधीतं प्रथमं तु पदज्ञानं द्वितीयं तु आकाङ्क्षा तृतीयं तु योग्यता अनन्तरम् आसक्तिः इति भवति तत्र पदज्ञानम् अपि च आकाङ्क्षा उभयमपि पदनिष्ठधर्माः पदनिष्ठधर्मौ किन्तु इदानीम् अर्थनिष्ठधर्मं किं योग्यता इति तर्हि योग्यता नाम का इति चेत् तत्र योग्यता प्रथमं कुत्र वर्तते इति चेत् पदार्थे वर्तते अपि च कस्मिन् पदे वर्तते इति चेत् क्रियापदे वर्तते इति ग्रन्थकारेण लिखितं तर्हि अग्निना सिञ्चति इत्यत्र सिच् धातोः योग्यता नास्ति कं प्रति अग्नौ परे विद्यमानकरणत्वबोध्वं करणत्वबोधकं ताप्रत्ययं निरूपयितुम् अथवा करणत्वं निरूपयितुं सिच् प्रत्यये योग्यता नास्ति सिच् प्रकृतौ धातौ योग्यता नास्ति किमर्थम् इति चेत् सिच् इति अथवा शिच् इति धातोः अर्थः कः इति चेत् द्रवद्रव्यसंयोग अनुकूलव्यापारः तर्हि यस्मिन् द्रवत्वम् अस्ति तादृशद्रवद्रव्यस्य संयोग अनुकूलव्यापारः अन्येन सह संयोग अनुकूलव्यापारः एव शिच् इति धातोः अर्थः तर्हि तादृशसामर्थ्यं योग्यता एव अस्ति अतः जलेन सिञ्चति अथवा जलेन सिञ्चतु इति कोऽपि वदति चेत् तत्र योग्यता अस्ति किन्तु अग्निना सिञ्चति इत्यत्र अग्नौ द्रवत्वं नास्ति इति कृत्वा अग्नौ द्रवत्वसंयोग अनुकूलव्यापारः न भवति तर्हि तादृशसामर्थ्यं तत्र अग्नौ नास्ति इति कृत्वा तर्हि तत्र योग्यता कुत्र नास्ति इति चेत् शिच् इति धातौ नास्ति इति वक्तुं शक्यते अथवा अत्र ग्रन्थकारेण अग्रे उच्यते वा इति न जाने किन्तु भिन्नरीत्यापि द्रष्टुं शक्यते कारकं नाम किम् इति चेत् क्रियाजनकत्वं कारकत्वं तर्हि ता इति प्रत्यये अपि योग्यता नास्ति का योग्यता नास्ति इति चेत् क्रियां जनयितुं सेचनक्रियां जनयितुं योग्यता अत्र अग्नि इति करणे नास्ति इति तादृशमपि अवगन्तुं शक्यते भवतु तर्हि अत्र कथं मूलग्रन्थकारेण उक्तम् इति चेत् अर्थ अबोधः योग्यता इति उक्तं तर्हि तस्य च बाधज्ञानस्य अभावः अबाधः शाब्दबोधहेतुः तर्हि यथा आकाङ्क्षाविषये अस्माभिः चिन्तितं यावत्पर्यन्तम् आकाङ्क्षा न पूरिता इत्युक्ते यावत्पर्यन्तम् आकाङ्क्षा न नष्टा तावत्पर्यन्तं शाब्दबोधः न जायते यथा तथा अत्र कथम् इति चेत् योग्यता नाम किम् अबाधः इति उक्तं खलु एकनिमिषम् अर्थ अबाधः इति उक्तं बाधः भवति चेत् योग्यता नास्ति बाधः न भवति चेत् योग्यता अस्ति इति कृत्वा यदा शाब्दबोधः जायते तदा योग्यता भवेद् वा न वा इति चेत् भवेदेव योग्यता नास्ति चेत् शाब्दबोधः न जायते, योग्यता अस्ति चेत् शाब्दबोधः जायते इति अवगतम्। तर्हि 320th पेज् तत्र द्वितीयपरिच्छेदः, इदमत्र ज्ञेयम् इत्यतः पठनीयमस्ति। अस्तु सत्यभामा भगिनि आरम्भं करोतु भगिनि। आं महोदय, इदमत्र तत् पठितं खलु, इदमत्र ज्ञेयं, इदमत्र ज्ञेयं हेत्वाभासप्रकरणे पृष्ठसङ्ख्या 6 अधिक 6 षड्विंशतिशतं दर्शितरीत्या तद् अभाववत्तानिश्चयः निश्चयदशायां तद्वत्ता संशया इव तद्वत्ता निश्चयः अपि न उत्पद्यते। अत अत एव प्रतिबद्धता अतः एव प्रतिबद्धता अवच्छेदकमपि उभयसाधारणं बुद्धित्वम् अस्माभिः चिन्तितम्। तादृशं च बुद्धित्वं शाब्दबोधे अपि अस्ति इति बाधानिश्चयदशायाम् अनुमितिरिव शाब्दबोधे अपि न जायते एव। एवञ्च आकाङ्क्षादि शाब्दसामग्रीनिरूपणे प्रतिबन्धकबाधनिश्चयस्य अभावे अपि शाब्दबोधे जननीये अपेक्षते इत्येतत् निरूपणाय योग्यता ग्रन्थकारैः अभिहिता। अस्तु, पुनः एकवारं पठित्वा वाक्यशः पश्यामः। इदम् अत्र ज्ञेयम् हेत्वाभासप्रकरणे दर्शितरीत्या तदभाववत्ता निश्चयदशायां तद्वत्ता संशय इव तद्वत्ता निश्चयः अपि न उत्पद्यते। हेत्वाभासप्रसङ्गे तद् अभाववत् सिद्धरीत्या तद् अभाववत्ता निश्चयदशायां तदभाववत्ता निश्चयः अस्ति चेत् तत्र तद्वत्ता संशयः इव तद्वत्ता निश्चयः अपि न उत्पद्यते। तद्वत्ता निश्चयः तद् अभाववत्ता निश्चयः अस्ति चेत् तद्वत्ता संशयः अपि च तद्वत्ता निश्चयः द्वयमपि न उत्पद्यते इति अत्र दत्तमस्ति। तदभाववत्ता निश्चयः यस्य अस्ति तस्य पुनः एकं भगिनि अत्र उदाहरणम् उक्त्वा प्रदर्शयतु, नो चेत् अत्र किं लिखितमस्ति तदेव वदति पुनः पुनः। अग्निना सिञ्चति इति वा अग्नि अनुष्णवान् इति वा हेत्वाभासप्रकरणे तत्र बाधायाः उदाहरणं वा किम् उदाहरणम् अत्र स्वीकर्तव्यं? तदभाववत्ता निश्चयः नाम किम्? तद् इत्यनेन किं स्वीकरोति भवती? तद् अभाववत्ता निश्चयः साध्यम्। अस्तु, तर्हि साध्यम् इति स्वीकरोतु। साध्यम् इति अभाववत्ता निश्चयः तद् इति साध्यं, तद् अभावः इत्युक्ते साध्य अभावः, तद् अभाववत् इत्युक्ते पक्षः, तदभाववत्ता कुत्र अस्ति? पक्षे अस्ति। अस्तु, तर्हि तादृश उदाहरणं स्वीकरोतु यत्र पक्षे साध्यं नास्ति इति निश्चयः अस्ति। हृदः वन्यमान् उत्तमं हा समीचीनं तर्हि अत्र बाधः वा अन्यत् किमपि वा इति न चिन्तितं खलु न चिन्तितं केवलम् अत्र हृदः वह्निमान् इति उदाहरणे वह्निः इति साध्यं हृदः इति पक्षः हृदे यदा कदापि वह्निः भवति इति कृत्वा वह्नि अभाववत्ता निश्चयः कुत्र अस्ति हृदे अस्ति हृदे अस्ति हा तर्हि तादृशनिश्चयः यस्मिन् अस्ति यस्मिन् अस्ति तस्य किम् तस्य पुनः अनुमितिः न जायते तद्वत्ता संशयः अपि न जायते इति मा वदतु अत्र अनुमितिः विषये न उक्तं किं किं न जायते किं न उत्पद्यते तद्वत्ता संशयः इत्युक्ते उदाहरणं स्वीकृत्य वदतु हृदः वन्यमान् वा न वा इति संशयः न उत्पद्यते तदा वह्निमान् वा इति मा वदतु तद्वत्ता संशयः अत्र तद् इत्यनेन किं स्वीकर्तव्यं वह्निवत्ता हृदः इति वक्तव्यं हृदे वह्निवत्त्वं हृदे वह्निवत्त्वम् अस्ति वा न वा इति संशयः जायते वा न वा न भवति खलु न भवति किमर्थमिति चेत् वह्निः यदा कदापि हृदे नास्ति इति निश्चयः तस्मिन् अस्ति इति कृत्वा हृदे वह्निः भवितुम् अर्हति वा न वा इति संशयः न भवति अपि च तद्वत्ता निश्चयो अपि न उत्पद्यते वह्निवत् हृदः इति निश्चयज्ञानम् अपि न तस्य पुरुषस्य न भवति तदेव तर्हि तदभाववत्ता निश्चयः यस्मिन् अस्ति तस्मिन् तद्वत्ता संशयः वा तद्वत्ता निश्चयः वा न उत्पद्यते समीचीनम् अग्रे अत एव प्रतिबद्धता अवच्छेदकमपि उभयसाधारणं बुद्धित्वम् अस्माभिः चिन्तितम् अतः एव प्रतिबद्धता अवच्छेदकम् अपि उभयसाधारणं बुद्धित्वम् अस्माभिः चिन्तितम् उभयसाधारणम् इति अत्र तद्वत्ता संशयः अपि च तद्वत्ता निश्चयः इत्यत्र वा उभयसाधारण तत्र प्रतिबन्धता अवच्छेदकम् इत्युक्ते तदभाववत्ता निश्चयः अस्ति तदेव प्रतिबन्धकम् तर्हि अत्र किमस्ति प्रतिबद्धता अवच्छेदकम् इति अस्ति तर्हि प्रतिबन्धकं किं तदभाववत्ता निश्चयः प्रतिबन्धः प्रतिबद्धं किम् एतत् ज्ञानं तद्वत्ता संशयः अपि तद्वत्ता निश्चयः उत्तमं तर्हि येषु अत्र तद्वत्ता संशयः अथवा तद्वत्ता निश्चयः इति उभयमपि किम् तत्र ज्ञानमस्ति खलु ज्ञानं न उत्पद्यते तर्हि बुद्धित्वम् इत्युक्ते ज्ञानत्वम् इति बुद्धित्वं किमर्थमत्र बुद्धित्वं प्रमात्वं किमर्थं न उक्तम् इति चेत् तद् अभाववत्ता निश्चयः भ्रमात्मकः भवति चेदपि यदि पर्वतः वह्निमान् इत्यत्र पर्वते यदा कदापि वह्निः न भवति इति भ्रमात्मकनिश्चयः मयि अस्ति चेत् तादृशदशायां तद्वत्ता संशयः तद्वत्ता निश्चयः उभयमपि मयि न जायते यद्यपि भ्रमात्मकमस्ति अतः एव अत्र ज्ञानत्वम् इति एव अथवा बुद्धित्वम् एव अवच्छेदकं भवति प्रतिबद्धता अवच्छेदकं बुद्धित्वमेव भवति न तु प्रमात्वम् भवतु इति चिन्तितं पूर्वं चिन्तितम् अग्रे तादृशं च बुद्धित्वं शब्दबोधे अपि अस्ति इति शाब्दबोधे अपि अस्ति इति बाधानिश्चयदशायां बाधा नास्ति बाधनिश्चय बाधनिश्चयदशायाम् अनुमितिर् इव शब्दबोध शाब्दबोधः अपि न जायते एव तादृशं च बुद्धित्वं शाब्दबोधे अपि अस्ति इति तादृशबुद्धित्वं शाब्दबोधे अपि अस्ति इति बाधनिश्चयदशायां बाधनिश्चययोग्यता इति दशायाम् अनुमितिर् इव शाब्दबोधो अपि न जायते एव इदानीम् उदाहरणं स्वीकृत्य वदतु इदानीं प्रकृत उदाहरणमस्ति अग्निना सिञ्चति इति तत्र तादृश ज्ञानं शाब्दबोधे अस्ति इति अग्निना न सिञ्चति इति न सेचनक्रिया अग्निना न कर्तुं शक्यते इति ज्ञानम् अस्ति तदेव बाधा तादृशनिश्चयदशायाम् अनुमिति यत्र शाब्दबोध नास्ति हेद्वाभासस्थले यत्र अनुमिति न जायते तदा अत्र शाब्दबोधः अपि न जायते इति किञ्चित् इतोपि किञ्चित् प्रतिपादयतु अत्र तदभावत्तानिश्चयः वा तद्वत्तानिश्चयः वा तत्र तद् अभाववत्तानिश्चयः प्रतिपादयतु अग्निना सिञ्चति इत्यत्र सेचनवत् अग्निः नास्ति तद् अभाववत्ता अस्ति अग्निः सेचनत्वम् इति धर्मः अग्नेः नास्ति अतः तद् अभाववत्ता अस्ति अग्निः अतः इदानीम् अग्निना सिञ्चति इति सेचनत्वं सेचनत्वम् इति कुत्र अस्ति धातौ सिच् धातोः धर्मः भवती किम् उक्तवती सेचनत्वम् अग्नौ नास्ति इति उक्तवती अग्निना इति उक्तं खलु अग्निना सिञ्चति वाक्यं रचितवती सेचनत्वम् अग्नौ नास्ति इति अभाव तद् तद् अभावता निश्चयः इति उक्तवती तर्हि अत्र तद् इदानीं किं स्वीकृतवती इदानीं तद् अभाववत्ता निश्चयः तद् अग्नि तद् अभाववत्ता इत्युक्ते अग्नि इति स्वीकुर्मः चेत् अग्नि अभाववत्ता भवितुम् अर्हति तद् इति अग्नि तद् अभाववत्ता तद्वत्ता अग्नि अग्निवत्ता गच्छतु कृपया क्रमेण गच्छतु तद् इति अग्निः अग्निः इत्युक्ते अग्नेः अभावः तर्हि तद् अभाववत् किम् सेचनत्वम् इति वक्तुं सेचनत्वम् इति सेचनत्वम् इति धर्मः कुत्र वर्तते सेच् धातौ वर्तते तर्हि किम् अत्र कः दोषः करोति इति भवती अवगच्छति किं तदेव मम न अवगत तदेव चिन्तितवती कुत्र इति तर्हि अतः इतोपि स्पष्टतया वक्तव्यम् बुद्धित्वं शाब्दबोधे अपि अस्ति इति बाधनिश्चयदशायां कस्य बाधा जायते इदानीं शाब्दबोधस्य बाधा तादृशशाब्दबोधस्य बाधा नास्ति भगिनि बाधः अस्ति चेत् शाब्दबोधः न जायते किन्तु कस्य बाधः योग्यता नाम किम् अबाधः खलु योग्यता नाम अबाधः तर्हि बाधः अस्ति चेत् शाब्दबोधः न जायते अबाधः अस्ति चेत् शाब्दबोधः जायते इदानीं बाधः इत्युक्ते शाब्दबोधस्य बाधः इति न वक्तव्यम् अर्थस्य अग्निना सिञ्चति इत्यत्र कस्य बाधा जायते अत्र सेचनधातोः अर्थस्य सेचनक्रियायाः सेचनक्रियायाः बाधा जायते खलु सेचनक्रियायाः बाधा न जायते स्पष्टतया वक्तव्यम्. अग्निना सिञ्चति इति वाक्यं तत्र अग्निना सेचनक्रिया न कर्तुं शक्यते हा इति एवं वक्तव्यं. सेचनक्रियायाः पादः इति तावदेव वदति चेत् न अवगच्छामः. द्वयमपि अपेक्षित. अग्निना सेचनं कर्तुं न शक्यते इत्युक्ते अत्र करणत्वम् अग्नि करणत्वेन करणं भूत्वा सेचनं सेचनक्रियां जनयितुं न अर्हति. तर्हि सेचनक्रियायाः बाधः जायते. केन? केवलं सेचनक्रियायाः बाधः जायते इत्युक्ते केन? अग्निना सेचनं न कर्तुं शक्यते इति कृत्वा तत्र बाधः जायते. अथवा भिन्नरीत्या वक्तुं शक्यते, सेचनक्रिया अग्नौ विद्यमानकरणत्वं निरूपयितुम् अशक्यमस्ति, असक्तमस्ति इति कृत्वा तत्र बाधा जायते. हा तर्हि तादृशं च बुद्धित्वम् इत्युक्ते सेचनक्रिया केन कर्तुं सेचनक्रियायाः करणं किं भवितुमर्हति? जलं भवितुमर्हति, न तु अग्निः इति अत्र इत्युक्ते तत्र अग्निना सेचनक्रियां जनयितुं शक्तिः नास्ति इति बुद्धिः यस्मिन् अस्ति तादृशनिश्चयः अग्नौ सेचनक्रियां जनयितुं योग्यता नास्ति इति निश्चयः यस्मिन् अस्ति तस्मिन् अनुमितिः इव शाब्दबोधः अपि न जायते एव. तर्हि अत्रापि प्रतिबन्धकरूपेण अस्ति इत्युक्ते अत्र पश्यतु, अत्र मुख्यवार्ता का इति चेत् एकं कार्यम् उत्पादितुं बहूनि कार्याणि कारणानि अपेक्षितानि. यथा घट उत्पादनार्थं कुलालः आवश्यकः, अपालद्वयम् आवश्यकं, तयोः मध्ये संयोगः आवश्यकः, चक्रम् आवश्यकं, दण्डः आवश्यकः अस्ति इति, अपि च प्रादभावः अपि आवश्यकः अस्ति. किन्तु प्रतिबन्धः इति इत्युक्ते यदि कुलालस्य हस्तौ प्रतिबद्धौ यद्यपि तत्र कुलालः अस्ति तथापि तेन घटं कर्तुं न शक्यते खलु. तर्हि सर्वत्र प्रतिबन्धक अभावः, यं कमपि कार्यं जातुं प्रतिबन्धक अभावः अपि भवेत्. तदेव अत्र पूर्वस्मिन् पाठे तेषु दिनेषु अस्माभिः अधीतमासीत्, यदि उपरि जलमस्ति तत्र अधः टाप् अपि अस्ति किन्तु जलं न आगच्छति, किमर्थमिति चेत् तत्र कश्चन काष्ठविशेषम् अस्ति इति कृत्वा जलस्य प्रतिबन्धनं, जलश्रवणस्य प्रतिबन्धनं, जलश्रवणस्य प्रतिबन्धनं, प्रतिबन्धं यथा करोति काष्ठविशेषं तथा प्रतिबन्धक अभावः अपि एकं कारणम् इति अस्माभिः अवगतं खलु. तर्हि एवम् अत्र योग्यता इति कीदृशम्? अत्र प्रतिबन्धकरूप प्रतिबन्धकत्वं योग्यतायाम् अस्ति इति बोद्धुम् इच्छति ग्रन्थकारः. इत्युक्ते योग्यता इति वस्तुतः सामग्री इति चेत् कीदृशसामग्री इति चेत् प्रतिबन्धकरूपसामग्री अस्ति. योग्यता अस्ति चेत् शाब्दबोधः जायते, योग्यता नास्ति चेत् शाब्दबोधः न जायते इति वदामः. किन्तु योग्यता अस्ति चेत् योग्यता इति यथा कुलालः तादृशम् अन्यः वस्तु इति नास्ति. वस्तुतः योग्यता नाम प्रतिबन्धक अभावः एव योग्यता, अभावीयं यथा प्रागभावः तथा अभावः एव प्रतिबन्धक अभावः इति वक्तुम् इच्छति. एवञ्च आकाङ्क्षादिशाब्दबोधसामग्रीनिरूपणे प्रतिबन्धकबाधनिश्चयस्य अभावे अपि शब्दबोधे जननीये अपेक्षते इति इत्येतत् निरूपणाय योग्यता ग्रन्थकारैः अभिहिते एवञ्च आकाङ्क्षादिशाब्दसामग्रीनिरूपणे प्रतिबन्धकादिनिश्चयस्य अभावे समीचीनतया पठतु प्रतिबन्धकबाधनिश्चयस्य अभावे अभावे अपि शब्दबोधे जननीये अपेक्षते इदानीं प्रथमम् आकाङ्क्षा शब्दबोधविषये आकाङ्क्षा इति सामग्र्याः आवश्यकम् उक्तमस्ति इदानीं तदा प्रतिबन्धकबाधनिश्चयः इति अपि सामग्री निश्चयस्य अभावः प्रतिबन्धकबाधनिश्चयः अस्य अभावः प्रतिबन्धक अबाधा इति वक्तव्यं तदपि आवश्यं शाब्दबोधनिरूपण अर्थम् इति तदपि एकसामग्री योग्यता इति तदेव ग्रन्थकारः योग्यता नाम किं प्रतिबन्धकनिश्चय अभावः अथवा प्रतिबन्धक अभावः अबाधः अबाधः इत्युक्ते प्रतिबन्धक अभावः योग्यता नाम प्रतिबन्धक अभावः आकाङ्क्षा नाम अव्यवहित उत्तरत्वादिसम्बन्धः इति तत्र केवलं प्रतिबन्धक अभावरूपेण नास्ति तत्र भिन्नवार्ता अस्ति किन्तु अभावप्रागभावः इव यावत्पर्यन्तम् आकाङ्क्षा न पूरिता अथवा यावत्पर्यन्तम् आकाङ्क्षा न नष्टा जाता तावत्पर्यन्तं शाब्दबोधः न जायते इति लघु लघु भेदाः सन्ति अत्र स्वरूपे यो सामग्र्याः स्वरूपे भेदाः सन्ति योग्यता इति सामग्री कीदृशी इति चेत् प्रतिबन्धकबाध अभावरूपः रूपी अस्ति योग्यता प्रतिबन्धकबाध अभावरूपी अस्ति प्रतिबन्धकबाधनिश्चय अभावरूपी अस्ति योग्यता किन्तु आकाङ्क्षा इति किञ्चित् भिन्ना अस्ति अस्तु अग्रे गच्छेम रमेशमहोदय पठति वा धन्यवादः रमेशमहोदय भवता पठितुं शक्यते इदानीं पञ्चनिमेषानन्तरं महोदय अस्तु अस्तु तर्हि इदानीं रमेशमहोदय पठतु तदनन्तरं भवतां धन्यवादः आकाङ्क्षा हि पदनिष्ठ अव्यवहित उत्तरत्वादिरूपा शाब्दबोधे एव हेतुः बाधनिश्चय अभावस्य तु ज्ञानमात्रे अपेक्षा तादृशः च प्रतिबन्धक अभावः इह अपि शाब्दसामग्रीप्रविष्टः इति एतत् बोधन परः बोधनपरः योग्यता ग्रन्थः इति आकाङ्क्षा पदनिष्ठ अव्यवहित उत्तरत्व आदि निरूप उत्तरत्वादिरूप शाब्दबोधे एव हेतुः तर्हि तत्र हेतुः शाब्दबोधे अस्ति इति वा आकाङ्क्षा पदनिष्ठ अव्यवहित आदि अवहित उत्तरत्व आदि रूपा आकाङ्क्षा कीदृशी इति तत्र दत्तमस्ति पदनिष्ठ अव्यवहित उत्तरत्व आदि रूपा आकाङ्क्षा अस्ति आदिपदेन उत्तरत्वादि इत्यत्र आदिपदेन किम् अवगन्तव्यम् पूर्व अपि उत्तमं तर्हि पदनिष्ठ अव्यवहित उत्तरत्वम् अथवा उत्तरत्वरूप अथवा पदनिष्ठ अव्यवहित पूर्वत्वरूप इति आकाङ्क्षा तर्हि इदानीम् आकाङ्क्षा एव हेतुः कं प्रति शाब्दबोधे प्रति हेतुः शाब्दबोधं प्रति हेतुः इति प्रथमवाक्ये उक्तं तर्हि आकाङ्क्षाया स्वरूपं किम् इति चेत् पदनिष्ठ अव्यवहित उत्तरत्वादिरूपा अथवा रूपत्वम् आकाङ्क्षायाः स्वरूपम् अस्तु अग्रे बाधनिश्चय अभावस्य तु ज्ञानमात्रे अपेक्षा बाधनिश्चय अभावस्य तु ज्ञानमात्रे अपेक्षा बाध यद् निश्चयः बाधं करोति तादृशबाधः तस्य अभावः यद् निश्चयं बाधः करोति इति नास्ति बाधनिश्चय विग्रहवाक्यं वदतु बाधः अहं कर्मधारय इति चिन्तितवान् न न सो निश्चयः यः निश्चयः बाधः रूपनिश्चयः अस्ति यः निश्चयः बाधः रूपनिश्चयः अस्ति तदेव अस्ति बाधस्य निश्चयः बाधस्य निश्चयः इत्युक्ते अग्निना सिञ्चति इत्यत्र किमस्ति बाधनिश्चयः अस्ति वा अबाधनिश्चयः अस्ति वा अग्निना न सेचनक्रिया अस्ति इति निश्चयः अस्ति तत् बाधः अस्ति तर्हि तत्र बाधनिश्चयः एव अस्ति खलु अग्निना सेचितुं सेचनं कर्तुं न शक्यते इति निश्चयः अग्निना सेचनक्रियां कर्तुं न शक्यते इति निश्चयः अस्ति खलु हरि ओम् आं महोदय चिन्तयन्नस्मि परन्तु तद् न बुद्धं महोदय अग्निना सेचितुं शक्यते वा न वा न सेचितुं शक्यते हा इति कस्मिंश्चित् ज्ञानम् अस्ति चेत् अग्निना सेचितुं न शक्यते इति ज्ञानं कस्मिंश्चित् अस्ति चेत् तर्हि तं प्रति यदि अहं वदामि भोः अग्निना सिञ्चतु तर्हि सः कार्यं करोति वा न वा न करोति न करोति किमर्थम् तस्मिन् किमस्ति बाधः अस्ति बाधनिश्चयः अस्ति अग्निना सेचितुं न शक्यते इति निश्चयः अस्ति खलु तदेव बाधनिश्चयः इति जलेन सिञ्चतु इति वदामि चेत् सः चिन्तयति सः सेचनं करोति किमर्थम् आम् अत्र अबाधनिश्चयः अस्ति इत्युक्ते मया जलं स्वीकृत्य सेचनक्रियां कर्तुं शक्यते इति निश्चयः अस्ति अग्निना सेचनक्रियां कर्तुं न शक्यते इति निश्चयः यस्मिन् अस्ति तं प्रति सः निश्चयः एव प्रतिबन्धः भवति अग्निना सिञ्चतु इति यदि अहं वदामि सः तत्रैव तिष्ठति तर्हि किमर्थं तत्रैव तिष्ठति इति चेत् शाब्दबोधः न जातः किमर्थं शाब्दबोधः जातः इति चेत् तस्मिन् बाधनिश्चयः अस्ति तस्मिन् विषये अग्निना सेचितुं न शक्यते इति निश्चयः अस्ति निश्चयस्य अभावः नास्ति बाधनिश्चयः अस्ति अग्निना सेचितुं न शक्यते अग्नि करणत्वेन सेचनक्रियां कर्तुं न शक्यते तत्र बाधः अस्ति बाधा अस्ति इति निश्चयः तस्मिन् अस्ति अतः बाधस्य निश्चयः बाधनिश्चयः बाधनिश्चयस्य अभावः अथवा अबाधनिश्चयः उभयता अपि वक्तुं शक्यते अस्तु इदानीं वदतु बाधनिश्चय अभावस्य तु ज्ञानं मात्रे अपेक्षा तर्हि बाधनिश्चय अभावस्य तस्य तु ज्ञानमात्रे अपेक्षा भागनिश्चयस्य अभावः अस्ति इति ज्ञानं भवेत् वा न न अत्र ज्ञानमात्रे मात्रपदमस्ति खलु इत्युक्ते अत्र पश्यतु वाक्यद्वयमपि तुलना कृत्वा अवगन्तव्या आकाङ्क्षा नाम किं पदनिष्ठ अव्यवह अव्यवहित उत्तरत्वादिरूपा तर्हि घट इति पदं तस्य उत्तरे अम् इति पदं भवेत् तत्र स्थापनीयं खलु अम् घट इति वदामश्चेत् क्लेशः भवति घटम् इति वदामश्चेदेव समीचीनबोधः जायते तर्हि तत्र साक्षात् घट इति पदं पूर्वं भवेत् अम् इति पदम् उत्तरं भवेत् इति तादृश आवश्यकता अस्ति तत्र स्थापनीयं वस्तुतः किन्तु इदानीं योग्यता नाम का बाधनिश्चय अभावः तादृशयोग्यता केवलं ज्ञानं ज्ञानमेव तत्र ज्ञानरूपमेव बुद्धित्वमेव भवेत् इत्युक्ते अग्निना सिञ्चतु इति कम्प्रति यदि अहं वदामि यदि सः जानाति अग्निना सेचनक्रियां कर्तुं न शक्यते इति सः जानाति चेत् केवलं ज्ञानमात्रेण सः प्रतिबन्धकः भवति तज्ज्ञानं प्रतिबन्धकं भवति ज्ञानमस्ति चेत् शब्दबोधः न जायते इत्युक्ते तत्र पूर्वं वा परं वा इति तादृशं तत्र न आवश्यकं बाधनिश्चय अभावस्य तु ज्ञानमात्रे अपेक्षा केवलं ज्ञानमस्ति चेत् योग्यतायाः ज्ञानमस्ति चेत् पर्याप्तं किन्तु आकाङ्क्षायाः ज्ञानम् इति नास्ति आकाङ्क्षा इति तत्र साक्षात् पदानां पूर्वं वा परं वा स्थापनीयं किन्तु योग्यता तादृशं नास्ति अतः बाधनिश्चय अभावस्य तु ज्ञानमात्रे अपेक्षा इत्युक्ते भव अत्र ज्ञानमस्ति वा न वा अग्निना सेचितुं शक्यते वा न वा इति ज्ञानमस्ति ज्ञान अग्निना सेचितुं न शक्यते इति ज्ञानमस्ति चेत् पर्याप्तं तदेव प्रतिबन्धकः भवति जलेन सेचनक्रियां कर्तुं शक्यते इति ज्ञानमस्ति चेत् पर्याप्तं योग्यता अस्ति तर्हि इदानीं शाब्दबोधः जायते इति उक्तं तावदेव अस्तु अग्रे तादृशश्च तादृशस्य प्रतिबन्धक अभावः इह अपि शाब्दसामग्रीप्रविष्टः इति एतत् बोधन परः योग्यता ग्रन्थः इति तादृश इत्युक्ते अग्निना सिञ्चत् न सेचनं कर्तुं शक्यते इति ज्ञानं वादः यद् ज्ञानं भवति तत्र प्रतिबन्धकः तादृशप्रतिबन्धकः न भवेत् तादृशप्रतिबन्धकस्य अभावः इह अपि शाब्दसामग्रीः प्रविष्टः इति तादृशप्रतिबन्धकः न भवेत् तर्हि तद् शाब्दसामग्री अस्ति प्रविष्टः इति एतत् बोधनपरः एतत् बोधनस्य परः बोधनपरः योग्यता ग्रन्थः इति एतदेव योग्यता अस्ति इति वा न न इति नास्ति महोदय इत्युक्ते अत्र आशयः कः इति चेत् यथा मया पूर्वमुक्तं घट उत्पादनार्थं कुलालः भवेत् कपालः भवेत् संयोगः जायेत चक्रं भवेत् दण्डं भवेत् इति प्रागभावः अपि भवेत् इति सर्वं भवेत् भवेत् भवेत् इति वदामः तदनन्तरम् अपि च अन्यत् किमपि प्रतिबन्धकं न भवेत् तदा शाब्दबोधः तदा घटः जायते इति यथा वदेम तथा अत्र पदज्ञानं भवेत् आकाङ्क्षा भवेत् इदानीं योग्यता भवेद्वा न भवेद्वा इति प्रश्ने सति योग्यता न भवेत् इति न वक्तव्यं योग्यता भवेत् किन्तु योग्यता नाम किम् इति चेत् अबाधः एव तर्हि योग्यता प्रतिबन्धक अभावरूपः इति बोद्धुम् योग्यताग्रन्थः आरब्धः ग्रन्थकारेण इति उक्तम्। इत्युक्ते योग्यतायाः स्वरूपं किम्? योग्यता इति किमपि भावरूपकारणं वा इति चेत् नास्ति, अभावरूपकारणं वा इति चेत् नास्ति, प्रतिबन्धकरूपकारणं वा इति चेत् नास्ति, प्रतिबन्धक अभावरूपकारणं वा इति चेत् आम्। तर्हि प्रतिबन्धक अभावरूपकारणं हेतुः अस्ति योग्यता इति बोद्धुम् तत्परं योग्यताग्रन्थः आरब्धः ग्रन्थकारेण इति आशय। अवबुद्धं खलु? आम् महोदय। तर्हि एवम् अत्र अहमपि अस्य वर्गस्य अनन्तरं यदा कदापि अत्र स्थापयामि, किन्तु कारणानां विभजनं कार्यं, कारणानां विभजनं भवेद् न भवेत्, कारणः कारणं भवेत्, तदनन्तरं कारणं न भवेत् इति, तादृशकारणस्य द्वैविध्यं। तत्रापि एकं कारणं तत्र यथा कुलालः अथवा कपालः अथवा संयोगः इत्यादिकं भावरूपकारणं, भावरूपकारणं भवेत्। प्रागभावः इति कीदृशकारणम्? अभावरूपकारणं। तद् भवेत् वा? आं भवेत्। तर्हि तत्रापि तत्र अभावरूपकारणं भवेत् इत्यस्मिन् स्तम्भे प्रागभावः स्थापनीयः। तदनन्तरं न भवेत् इत्यत्र प्रतिबन्धकं, प्रतिबन्धकम् अस्ति चेत् कार्यं न जायते, तर्हि प्रतिबन्धकः नास्ति चेत् कार्यं जायते, तर्हि प्रतिबन्धक अभावः इत्यत्र योग्यता भवति। तर्हि प्रतिबन्धकम् अस्ति चेत् कार्यं जायते इति तादृशं नास्ति एव, तत्र किमपि न भवति, प्रतिबन्धक अभावः। भावरूपकारणम् इति एकम्, अभावरूपकारणं भवेत् इति द्वितीयं, प्रतिबन्धक अभावः इति तृतीयविधं कारणम्। तेषु कारणेषु योग्यता कस्मिन् श्रेण्यां, कस्यां श्रेण्यां भवति इति चेत् प्रतिबन्धक अभावे भवति इति बोद्धुं योग्यताग्रन्थः आरब्धः इति उक्तम्। महोदय, महोदय, अभावरूप अस्ति चेत् ज्ञायमानः एव भवति वा? अन्ये विद्यमानः अपि भवितुम् अर्हति वा भावरूपः अस्ति चेत्? अस्य विषये चिन्तनम्, विद्यमानः ज्ञायमानः अनयोः मध्ये भेदः कः? अस्ति हस्तिपकः वयं दृष्टवन्तः खलु तत्र, किन्तु किमर्थं तस्मिन् विषये इदानीं चिन्तनम्? इदानीं खड अपि च अम्पदं तद् वयं साक्षात् प्रदर्शयितुं शक्यते, परन्तु अभावः इति तादृशं न द्रष्टुं शक्यते खलु? न न, अत्र विद्यमानत्वम् इदानीं शाब्दबोधः, शाब्दबोधस्थले सर्वत्र ज्ञायमानमेव, पदपदार्थयोः मध्ये या शक्तिः विद्यते तदेव पदज्ञानं खलु? तर्हि सर्वं ज्ञानाधीनमेव, अत्र शाब्दबोधस्थले विद्यमानं किमपि न ज्ञायते, तर्हि विद्यमानम् इत्यस्मिन् विषये चिन्तनमेव न कार्यम्। परन्तु अव्यवहितोत्तरत्वसम्बन्धेन पूर्वत्वसम्बन्धेन यदा वयं चिन्तयामः तत्र केवलं चिन्तनीयमेव, तत्रापि चिन्तनमेव, इत्युक्ते अम् इति पदस्य अर्थः कः, घट इति पदस्य अर्थः कः, किमर्थम् अम् इति पूर्वं न भवेत् इति ज्ञानं भवेत् खलु? तदपि विद्यमानत्वं ज्ञानमात्र, तत्र विद्यमानत्वकारणता ज्ञानमायत्वकारणता इत्यस्मिन् विषये न चिन्तनीयमेव अस्मिन् सन्दर्भे। अस्मिन् सन्दर्भे यदि चिन्तयति महान् क्लेशः अनुभूयते। किमर्थमिति चेत् इदानीं भावरूपत्वम् अभावरूपत्वम् इति उक्तवान् खलु, तत् कथम् अवगन्तुं शक्यते इति प्रश्नः। न अत्र कारणानां विभजनं मया कृतं, कारणाः द्विविधाः भवन्ति, एकं सामान्यम्, अन्यत्तु प्रतिबन्धकरूपं, प्रतिबन्ध अभावः अपि कारणं खलु? तर्हि इदानीं योग्यता इति यथा कुलालः अथवा कपालः तादृशं कारणं वा अथवा प्रतिबन्धक अभावरूपकारणं वा? प्रागभावः प्रतिबन्धक अभावरूप योग्यता इति मया पृष्टं, योग्यता इति कीदृशं कारणम्? यदा प्रागभाव तदा प्रतिबन्धक अभावः खलु न बुद्धौ मम पुनः पृच्छतु श्रुत्वा उत्तरं वदतु पुनः पृच्छतु महोदय योग्यता इति कारणं हेतुः शाब्दबोधे यः हेतुः अस्ति योग्यता इति सा योग्यता प्रतिबन्धक अभावरूपकारणं वा अथवा भावरूपकारणं वा? प्रतिबन्धक अभावरूपकारणं हा तावदेव। तर्हि इदानीम् आकाङ्क्षा इति कीदृशं प्रतिबन्धक अभावरूपकारणं वा भावरूपकारणं वा? भावरूपकारणं हा समीचीनं। तर्हि इदानीम् अन्यः प्रश्नः, भावरूपकारणं द्विविधं भवति, एकं तु यथा कुलालः इति द्रव्यम् अथवा गुणः इति इत्यादिकम्, अन्यस्तु अभावरूपः यथा प्रागभावः। प्रागभावः इति पदार्थः अस्ति खलु? अस्ति, सप्तविध सप्तपदार्थाः सन्ति, तेषु अभावः इति अन्यतमः अस्ति। अभावः इति भिन्नपदार्थः अस्ति नैयायिकानां मतानुसारं। तर्हि प्रागभावः भवेद् खलु? भवेत्। अत्र पश्यतु वाक्यं कथमस्ति, प्राग अभावः भवेद् इति अस्ति। तत्रैव मम सन्देहः, न भवेत्, कुलालः भवेत्। कुलालः कीदृशः? भावरूपपदार्थः, द्रव्यमस्ति कुलालः। कुलालः भवेत्, कपालः भवेत्, प्राग् अभावः भवेत्, प्रतिबन्धकाः न भवेत्। तर्हि तेषु इदानीं योग्यता कीदृशी इति चेत् प्रतिबन्धक अभावरूपम् अस्ति योग्यता। आकाङ्क्षा कीदृशमस्ति इति चेत् प्रागभावं यथा तथा आकाङ्क्षा। यावत्पर्यन्तम् आकाङ्क्षा तिष्ठति तावत्पर्यन्तं शाब्दबोधः न जायते, यथा यावत्पर्यन्तम् प्रागभावः तिष्ठति तावत्पर्यन्तं घटं न जायते, घटः न जायते। तथा यदा प्रागभावः नश्यति तदा घटः जायते, यथा तथा यावत्परि यथा यदा आकाङ्क्षा शाम्यति, शाम्यति इत्युक्ते नष्टा जायते अथवा पूरिता भवति, तदा एव शाब्दबोधः जायते। तर्हि आकाङ्क्षा इति प्रागभाव इव कारणम्, योग्यता इति प्रतिबन्धक अभाव इव कारणम्, पदज्ञानम् इति कुलालः इति कारणं, कुलालः इव कारणम्। अवगच्छति खलु? किन्तु अत्र वर्गस्य अनन्तरं लिखतु महोदय, पुनः एकवारं वदतु महोदय। अस्तु, पदज्ञानम् एतावत्पर्यन्तं तिस्रः सामग्र्यः अस्माभिः दृष्टाः। प्रथमं तु पदज्ञानम् इति, पदज्ञानम् इति कुलालः इव कारणम्। कुलालः इति द्रव्यं भवेत् इति यथा वदेम तथा पदज्ञानं भवेत्। अस्तु, आकाङ्क्षा कीदृशी इति चेत् प्रागभावः इव आकाङ्क्षा, यथा प्रागभावः यावत्पर्यन्तं प्रागभावः न नश्यति तावत्पर्यन्तं घटः न जायते इति यथा, तथा यावत्पर्यन्तम् आकाङ्क्षा न शाम्यति तावत्पर्यन्तं शाब्दबोधः न जायते, अथवा आकाङ्क्षायाः नष्टा जायेत एव तदा एव शब्दबोधः जायते. तृतीयं योग्यता. योग्यता इति कीदृशी इति चेत् प्रतिबन्धक अभावरूपः योग्यता. प्रतिबन्धकः अस्ति चेत् कार्यं न जायते, प्रतिबन्धकः नास्ति चेत् कार्यं जायते. तर्हि योग्यता इत्युक्ते योग्यता अस्ति चेत् न जायते, योग्यता नास्ति चेत् न जायते इति न वक्तव्यम्. यदि तादृशं वदामः क्लेशः भवति. तर्हि योग्यता नाम का इति चेत् अबाधः इति उक्तम्. तर्हि योग्यता इत्यस्मिन् स्थाने अबाधः इति पदं स्थापयित्वा यदि वदामः अबाधः अस्ति चेत्, अबाधः नास्ति चेत्, अबाधः इति प्रतिबन्धकः, अबाधः नास्ति चेत् इत्युक्ते कथं वक्तव्यम्? अबाधः प्रति योग्यता नाम अबाधः. तर्हि अबाधः, अबाध अभावः, प्रतिबन्धक अभावः, अबाध अभावः इत्युक्ते बाधः अस्ति चेत् कार्यं न जायते, शाब्दबोधः न जायते. अबाधः अस्ति चेत् अथवा अबाधस्य अभावः नास्ति चेत् शाब्दबोधः जायते इति अस्ति. अत्र लिखन्तु स्व, यदि यावत्पर्यन्तं न लिखन्ति तावत्पर्यन्तं नावबुध्यते, किन्तु एतदेव आशयः अस्ति. अत्र स्वरूपं कीदृशम् इति, देर् आर् सम् दट् जनरेट् एन् एफेक्ट् अ कार्यं बै देर् प्रसेन्स्. The absence of something, or not the absence of something, that which is of the nature of absence, until that gets destroyed, the effect will not be created. But that the absence of something is the cause for creation of something. Tadeva pratibandhaka abhavaha iti. Astu. Agre gacchemi. Behul Mahadeya. Agrima. अत एव च ग्रन्थकृता आकाङ्क्षायोग्यतासन्निधिः इति निर्देशः कृतः. तेषु च वक्ष्यमाणायाः सन्निधेः पूर्वोक्तायाः आकाङ्क्षायाः ज्ञायमानायाः कारणत्वम् योग्यता तु बाधनिश्चयाभावरूपा स्वरूपसती एव कारणम्. नहि सेचनं जलकरणकत्वाभाववत् इति बाधनिश्चयस्य अभावः ज्ञातव्यः भवति, किन्तु विद्यमान एव अभावः शाब्दबोधहेतुः. अस्तु, अत्र योग्यता इति शाब्दबोधे एका सामग्री अस्ति, तत्तु प्रतिबन्धकाभावरूपी अस्ति इति पूर्वस्मिन् परिच्छेदे दत्तम्. अत एव अत्र ग्रन्थकारेण आकाङ्क्षा योग्यता सन्निधि इति अधिकसामग्र्या अपि आवश्यकी, आवश्यकानि आवश्यकी इति उक्तम्. तेषु अत्र अग्रे वयं पश्यामः सन्निधेः विषये. परन्तु सन्निधेः इति यदा पूर्वे वयम् आकाङ्क्षा इति उक्तं, तयाः ज्ञायमानायाः कारणत्वम् इति सन्निधेः इति अस्ति. तर्हि आकाङ्क्षा इति इत्यस्य ज्ञानम् अस्ति चेत् एव सन्निधेः इति वयम् अग्रे पश्यामः, तद् वयं ज्ञातुं शक्नुमः. न न न इति नास्ति महोदय. आकाङ्क्षाज्ञानमस्ति चेदेव सन्निधेः ज्ञानम् इति नास्ति. आकाङ्क्षायाः कारणत्वं सन्निधेः इति वा नास्ति? अत्र त्रयः तिस्रः सामग्र्यः उक्ताः खलु, ताः काः इति एकवारं वदति वा? आकाङ्क्षा योग्यता सन्निधिः. हा, इति त्रयमपि कारणं, तर्हि त्रिषु अपि कारणत्वं वर्तते. इदानीं ग्रन्थकारः वदति आकाङ्क्षा अपि च वक्ष्यमाणा या सन्निधिः अस्ति उभयत्र यत् कारणत्वं विद्यते तत् कारणत्वं ज्ञायमाना कारणत्वम् अस्तु ज्ञायमाना कारणत्वं हा उभयमपि इत्युक्ते आकाङ्क्षा ज्ञायते चेत् सन्निधिः इति तयोः मध्ये सम्बन्धः नास्ति आकाङ्क्षा अपि च सन्निधिः इति उभयत्र यत् कारणत्वं विद्यते तत् कारणत्वं ज्ञायमानायाः कारणत्वं ज्ञायमानायाः कारणत्वं नाम किं किञ्चित् प्रदर्शयतु इत्युक्ते अत्र किञ्चित् अवगच्छामः चेत् एव किञ्चित् अवगच्छामः इति किमर्थम् अत्र ज्ञानमयाः कारणत्वमिति पूर्वम् अस्माभिः पठितम् अस्तु सत्यभामा भगिनी किञ्चित् स्मारयतु भगिनि यत्र एकसम्बन्धिद्वयं वर्तते चेत् अत्र एक यदा पूर्वं हस्ति अपि च हस्तिपकः द्वयम् उद्याने यदा कुत्रचित् पश्यति तदनन्तरं यत्र हस्तिपकः एव दृश्यते तदा अत्र हस्तिनः ज्ञानम् अपि आगच्छति तादृशम् एकसम्बन्धिज्ञानेन अपरसम्बन्धि स्मारकम् इति इति ज्ञानमायाः कारणत्वम् खलु अन्यदपि उदाहरणम् अस्माभिः दृष्टम् इत्युक्ते तत्र विवाहः निश्चितः आसीत् तर्हि यावत्पर्यन्तम् अत्र तत्र ब्रैट् ग्रूम् इत्यस्य नाम किम् वरे दोषाः सन्ति इति ज्ञानं नास्ति चेत् तदा विवाहः जायते विवाहः भवति यदि न यदि ज्ञायते तदा विवाहः न भवति तर्हि इदानीं ज्ञायमानता तत्र इदानीं कारणत्वमस्ति कुत्र वरे दोषः अस्ति वा न वा इति ज्ञाने कारणत्वमस्ति इति यथा तथा अत्र आकाङ्क्षायाः कारणत्वम् अतया अथवा आकाङ्क्षायां विद्यमानकारणत्वं सन्निधौ विद्यमानकारणत्वं ज्ञानमानायाः कारणत्वम् इत्युक्ते यावत्पर्यन्तं तत्र ज्ञानं नास्ति तावत्पर्यन्तम् अत्र सन्निधिः अथवा आकाङ्क्षा सन्निधिः इदानीमेव पठेम तर्हि आकाङ्क्षा पूरिता भवति वा न वा इति तत्र किमपि भवेत् इत्युक्ते तत्र केवलं ज्ञानमस्ति चेत् न पर्याप्तम् आकाङ्क्षायाः ज्ञानमस्ति चेत् न पर्याप्तं तत्र पूरिता भवेत् तदा एव आकाङ्क्षायां कारणत्वं निरूपितं भवति योग्यता किन्तु तादृशं नास्ति योग्यता कीदृशमस्ति महोदय अत्र बाधनिश्चय अभावरूपा अस्ति इति प्रतिबन्धकाभावः अभावरूपा तर्हि किञ्चित् वदतु अत्र तर्हि योग्यता इति अभावरूपी अस्ति प्रतिबन्धका अभावरूपी अस्ति अतः तत्र किमपि अत्र यथा आकाङ्क्षा अस्ति तत्र आकाङ्क्षा पूरिता भवति चेत् एव तस्मिन् कारणत्वम् आगच्छति तादृशं योग्यता इत्यत्र नास्ति योग्यता तु अत्र अभावरूपा अस्ति अतः किमपि ज्ञायते चेदेव योग्यतायां कारणत्वम् आगच्छति इति न भवति योग्यता तु अभावरूपा अस्ति सत्यं हा प्रतिबन्धक अभावरूपः अस्ति योग्यता खलु सत्यम् इति कृत्वा अस्तु तत्र तु उदाहरणं दत्तमस्ति नहि नहि सेचनं जलकरणकत्वा अभाववत् इति बाधनिश्चयस्य अभावः ज्ञातव्यः भवति अस्तु तर्हि अत्र सेचनम् इति जलकरणत्व अभाववत् नास्ति इति बाधनिश्चयनिमिषम् एकनिमिषं पुनः वदतु. सेचनं जल अभावत् करण जलकरणत्व अभावत् नास्ति इति किमर्थं वदति? न हि सेचनम् इति अस्ति खलु, न हि सेचनं जलकरणत्व अभावत् न इत्यस्य अन्वयः कुत्र भवति? सेचनं इति बाधनिश्चयस्य अभावः ज्ञातव्यः न भवति इति. हा, न हि ज्ञातव्यः भवति, न हि ज्ञातव्यः भवति, सत्यं ज्ञातव्यः भवति, न हि ज्ञातव्यः भवति. किं न किं न हि ज्ञातव्यः भवति? तत्र सेचनम् इति जलकरणत्व अभाववत् अस्ति इति ज्ञानस्य आवश्यकता नास्ति. न न, अत्र क्रमेण गच्छेत् महोदय, अत्र बहु किमपि अस्ति इति कृत्वा किमर्थमिति चेत् एकत्र तत्र प्रथमः न इति अस्ति, तदनन्तरं जल अभाववत् इति अस्ति, तदनन्तरं बाधनिश्चयस्य अभावः इति पुनः अस्ति इति कृत्वा क्रमेण गच्छेम. तर्हि न हि ज्ञातव्यः भवति. किं न हि ज्ञातव्यः भवति? बाधनिश्चयस्य अभावः. सम्पूर्णवाक्यं वदतु. केचन जलकरणकत्व अभावत् इति बाधनिश्चयस्य अभावः न ज्ञातव्यः भवति. हा अस्तु, तर्हि ज्ञानस्य विषयः कः? किं न ज्ञातव्यः इति चेत् सेचनं जलकरणत्व अभाववत् इति बाधनिश्चयस्य अभावः. अस्तु, तर्हि इदानीं प्रतिपादयतु. अस्तु, सेचनं जलकरणकत्व अभाववत् अस्ति इति बाधनिश्चयः न जानाति चेत् अपि योग्यता भवति एव. तर्हि योग्यतायाः योग्यता अस्ति वा न वा इत्यस्य कृते तादृशज्ञानस्य अपेक्षा नास्ति. अत्र सेचनं जलकरणकत्व अभाववत् इति बाधनिश्चयः न भवति च कस्यापि मनसि, तथापि योग्यता तु अस्ति. न अवबुद्धं, जलकरणकत्व अभाववत् इत्यस्मिन् विषये प्रथमं चिन्तयतु. जलकरणकत्व अभाववत् सेचनं, तर्हि जलेन सेचनं कर्तुं न शक्नुमः इति. सेचनं जलकरणकत्व अभाववत् इति इत्यस्य अर्थः जलेन सेचनं कर्तुं न शक्यते इति अर्थः अस्ति. जलेन सेचनं न कर्तुं शक्यते इत्येव अर्थः सेचनं जलकरणकत्व अभाववत् इति पदस्य इति पदयोः खलु. तादृशं तादृशबाधनिश्चयः यस्य कस्यापि मनसि नास्ति इति अस्ति चेत् तस्मिन् बाधनिश्चयस्य अभावः अस्ति इति वयं वक्तुं शक्नुमः. तद् भवति, तादृशबाधनिश्चयस्य अभावः अस्ति चेत् अपि अत्र योग्यता तु जले अस्ति एव सेचनक्रियायां प्रति सेचनं कर्तुं. किमर्थं न तादृशं नास्ति महोदय, अत्र जलस्य विषये किमर्थं चिन्तयति इति चिन्तयतु. अस्माकम् उदाहरणं किम्? वह्निना सिञ्चति इति. हा, अग्निना सिञ्चति इति उदाहरणम्. आं सत्यम्. तर्हि वह्निना अग्निना सिञ्चति इत्यत्र योग्यता नास्ति इति उक्तम् खलु, योग्यता नास्ति इति उक्तम्. तर्हि योग्यता नास्ति इति चेत् किं? वह्निना सेचनक्रियां कर्तुं न शक्यते इति ज्ञानम्, अथवा सेचनं वह्निकरणकत्व अभाववत्. अत्र अभाववत् इति सेचनं, तदेव निश्चयः. जलकरणकत्व अभाववत् सेचनम् इति यथा तथा वह्निकरणकत्व अभाववत् सेचनम् इति ज्ञानम् अत्र अग्निना सेचनं न कर्तुं शक्यते इति अवगच्छामश्चेत् पर्याप्तम्. किं न आवश्यकम्? सेचनं जलकरणकत्व अभाववत् इति बाधनिश्चयस्य अभावः इति न आवश्यकम्. न आवश्यकं, सत्यं. तं प्रति वह्निना सिञ्चतु अथवा वह्निना सिञ्चति इति वाक्यस्य शाब्दबोधार्थम् अस्य ज्ञानस्य आवश्यकता नास्ति. अस्य ज्ञानस्य अभावस्य आवश्यकता नास्ति. अस्य ज्ञानस्य अभावस्य आवश्यकता नास्ति. इत्युक्ते मम पुरतः गजः अस्ति इति ज्ञातुं मम पुरतः अश्वः नास्ति इति ज्ञानस्य आवश्यकता अस्ति वा? नास्ति. इति यथा तथा अत्रापि सो बहु किमपि अस्ति. नहि ज्ञातव्यः भवति. किं न ज्ञातव्यः भवति? सेचनं जलकरणकत्व अभाववत् इति बाधज्ञानस्य अभावः न ज्ञातव्यं. सम्प्रति अग्निना सिञ्चति इति तत्र शाब्दबोधः वा न वा इत्यस्मिन् विषये अस्य ज्ञानस्य आवश्यकता नास्ति इति कृत्वा अत्र ज्ञानमायाः कारणत्वम् इत्युक्ते सेचनं जलकरणकत्व अभाववत् इति बाधनिश्चयस्य अभावज्ञानं यस्मिन् अस्ति तदा एव योग्यतायाः अत्र कारणत्वम् आगच्छति. योग्यतायां कारणत्वम् आगच्छति इति नास्ति. इति नास्ति. किन्तु तत्र विवाहस्थले यस्मिन् अत्र वरे दोषाः सन्ति इति ज्ञानमस्ति तस्मिन्नेव एषः विवाहः मया न करणीयः इति तादृशचिन्तनं जायते. यावत्पर्यन्तं वरे दोषाः सन्ति इति न ज्ञायते तावत्पर्यन्तम् एतादृशचिन्तनमेव तस्य न भवति. विवाहः करणीयः वा न वा, विवाहः स्थगनीयः इति तादृशचिन्तनमेव न भवति. तर्हि तत्र ज्ञानमाय कारणत्वमस्ति. कं प्रति? विवाहं विवाहस्य स्थगनं प्रति. यदि ज्ञायते तदा विवाहस्य स्थगनमहं करोमि. यदि न ज्ञायते, वरे दोषाः सन्ति इति न ज्ञायते, तर्हि विवाहस्य स्थगनमहं न करोमि. इति अस्ति. तर्हि तत्र किञ्चित् लघुभेदः अस्ति. अस्तु. किन्तु किन्तु विद्यमान एव अभावः शाब्दबोधहेतुः. अस्तु. तर्हि ज्ञायमानः नास्ति परन्तु विद्यमानः अस्ति अभावः. तदेव तदेव सत्यभाम भगिन्या उक्तम् अत्र विद्यमानत्वं ज्ञायमानत्वम् इति. किम् अग्रे पठितवती किं सत्यभाम भगिनी? अत्र अस्मिन् समये दृष्टवती अतो भागे अहं किं करोमि? अहं पूर्वं न पठामि. अत्र यथा पाठः प्रचलति तथा एव. किन्तु विद्यमान एव अभावः शाब्दबोधहेतुः. दृष्ट्वा एव प्रश्नः कृता. अस्तु भवतु. तर्हि इदानीं मेवल् महोदय वदतु अस्य वाक्यस्य अर्थः. किन्तु विद्यमानः एव अभावः शाब्दबोधहेतुः इत्युक्ते अत्र यः अभावः अस्ति तदेव शाब्दबोधस्य कारणं भवति. तर्हि कीदृशः अभावः इत्युक्ते अत्र बाधनिश्चयस्य अभावः इति. अत्र विद्यमान इत्यस्मिन् विषये चिन्तयतु. विद्यमान इति पदमस्ति खलु. तर्हि योग्यता इत्यस्मिन् इत्यस्य योग्यता इत्यनेन इति एका सामग्री अस्ति. तर्हि शाब्दबोधहेतुः अभावः इत्यनेन एव योग्यतायां विद्यमानकारणत्वं. योग्यतायां यत् कारणत्वं तद् विद्यमानकारणत्वं. किन्तु आकाङ्क्षायाम् अथवा सन्निधौ यत् कारणत्वं तद् ज्ञायमानकारणत्वम् इति उक्तं खलु. तर्हि अत्र किञ्चित् चिन्तयतु. योग्यतायां विद्यमानकारणत्वं, योग्यतायां यत् कारणत्वं तत् विद्यमानकारणत्वमस्ति. आं सत्यं. तत्तु बाधनिश्चयभाव अभावरूपकारणमस्ति. हा वस्तुतः अत्र अत्र एतत् एतादृशचिन्तनानि किमर्थं क्रियते इति नावबुध्यते इत्युक्ते इट् बिकम्स् प्युर्लि अकाडेमिक् तस्य आशयः कः इति न इट् बिकम्स् प्युर्लि अकाडेमिक् विद्यमानकारणत्वं न्यायमानकारणत्वम् इति अत्र किञ्चित् जाटिल्यमस्ति जलकरणकरणतत्त्व अभाववत् इति बाधज्ञानस्य अभावः नहि ज्ञातव्यः भवति कं प्रति अग्निना सिञ्चति इत्यत्र योग्यता नास्ति इति बोद्धुम् एतद् न ज्ञातं किन्तु अत्र अग्निना अग्नौ जल द्रवत्वं नास्ति इति ज्ञानम् अपेक्षितं खलु इति कृत्वा अग्नौ विद्यमानकरणत्वं सेचनक्रियया न निरूपयितुं शक्यते अपि च अग्नौ विद्यमानकरणत्वं सेचनक्रियां कारयितुं न शक्यते इति ज्ञातव्यम् इति ज्ञातव्यं नो चेत् यदि तादृशज्ञानं कस्मिंश्चित् नास्ति तर्हि सः किं करोति सः अग्निना सेचितुं प्रयत्नं करोति खलु सत्यं भवतु अग्रे महोदय आकाङ्क्षा तु पदधर्मः ज्ञातव्यो भवति वक्ष्यमाणा च आसक्तिः ज्ञातव्या भवति अतः त्रयाणां मध्ये द्वयोः ज्ञायमानयोः कारणत्वं योग्यतायाः न तथाविधता इति ऐकरूप्यं न शक्यं वक्तुम् अतः ज्ञायमानत्वम् अनुलिख्य सामान्यरूपेण तर्कसङ्ग्रहः कृता प्रोक्तम् इयं ज्ञायमानस्य कारणता विद्यमानस्य च कारणता पुटसङ्ख्या 650 अस्माभिः विस्तरेण निरूपिता इति तत एव अवगन्तव्या अस्तु अत्र पुनः तदेव अत्र सारांशः अस्ति यत्र आकाङ्क्षा इति तु पदधर्मः इति तु इति तु इति ज्ञान इत्यस्य ज्ञानम् इति ज्ञानम् आवश्यकं तद् ज्ञातव्या भवति अग्रे आसक्तिः इति अपि अग्रे आगच्छति तदपि ज्ञातव्य भवति अतः त्रयाणां मध्ये इत्युक्ते अत्र आकाङ्क्षा योग्यता सन्निधिः त्रयाणां मध्ये द्वयोः इत्युक्ते सन्निधेः अपि च आकाङ्क्षायाः ज्ञायमानयोः कारणत्वम् अस्ति परन्तु योग्यतायाः कारणत्वं तथाविध नास्ति तद्वयं दृष्टवन्तः विद्यमानकारणत्वम् अस्ति अत्र विद्यमान ज्ञायमान इति वदति चेत् क्लेशः भवति यथा भवता उक्तं यथा अस्माभिः चिन्तितं योग्यता इति अभावरूपमस्ति खलु प्रतिबन्धक अभावरूपमस्ति इति भेदः आकाङ्क्षा सन्निधिः अपि च योग्यता अनयोः मध्ये कः भेदः इति चेत् योग्यता इति प्रतिबन्धक अभावरूपी अस्ति इति कृत्वा सः भिन्नः इति अवगच्छामश्चेत् पर्याप्तम् अत्र विद्यमानं ज्ञायमानम् इति चेत् क्लेशः भवति मम मनसि तदेव लिखितम् अतः ज्ञायमानत्वम् अनुलिख्य सामान्यरूपेण तर्कसङ्ग्रहः कृता प्रोक्तम् महोदय एकनिमिषम् अत्र जलकरणत्व अभाववत् इति अस्ति खलु सेचनं जलकरणत् तत् किमर्थं तत् एतत् अग्नि एव खलु अत्र द्रव्यं पुनः जलस्य कृते किमर्थम् अत्र चिन्तितमस्ति इति चेत् अत्र बाधः अस्ति खलु बाधः इति उक्तं बाधनिश्चयः तर्हि बाधनिश्चयः तत्र वाक्यं कथं भवेत् इति चेत् यत्र बाधः भवति तादृशं भवेत् तर्हि सेचनं जलकरणकत्व अभाववत् इति समीचीनज्ञानं वा असमीचीनज्ञानं वा तद् असमीचीनं खलु असमीचीनं खलु इति कृत्वा एव तत्र बाधः इति वदामः सेचनं जलकरणकत्व अभाववत् इति ज्ञानं बाधकमस्ति समीचीनं नास्ति किन्तु सेचनं वह्निकरणकत्व अभाववत् इति ज्ञानं बाधकं तस्य तादृशज्ञानस्य बाधा न जायते खलु न जायते। हा तर्हि ग्रन्थकारः किं करोति, तादृशज्ञानं स्वीकरोति यस्य ज्ञानस्य बाधा भवति। किमर्थम् इति चेत् अबाधकत्वं बाधकत्वम् इति उक्तं खलु मूलग्रन्थकारेण, अबाधः एव योग्यता, अर्थ अबाधः एव योग्यता इति उक्तम्। तर्हि अर्थ अबाधः एव योग्यता इति चेत् यस्य ज्ञानस्य बाधः न जायते, यदि ज्ञानस्य बाधः न जायते तदा योग्यता अस्ति इति अवगन्तुं शक्नुमः। तत्र किं कृतं, ज्ञानरूपेण इदानीं यथा तदभावत्ता निश्चयः तद् इति हेत्वाभासप्रकरणे उक्तं तथा अत्र वदति सेचनं जलकरणकत्व अभाववत् इति ज्ञानं बाधकज्ञानं वा अबाधकज्ञानं वा? सेचनं जलकरणकत्व अभाववत् तत् इदानीं बाधकज्ञानमस्ति। समीचीनज्ञानं नास्ति खलु? नास्ति नास्ति। हा यदि एतादृशनिश्चयः मयि अस्ति तर्हि अत्र जलेन सेचनं कृत्वा तस्य ज्ञानस्य बाधां कर्तुं शक्यते, इट् केन् बि नेगेटेड्। तर्हि बाधनिश्चयः इत्युक्ते नेगेटबल्, नेगेटबल् नालेज्, तस्य अभावः, दि आब्सेन्स् आफ् नेगेटबल् नालेज्। डबल् नेगेटिव् इति अस्ति अत्र वस्तुतः भवतु, अस्माभिः चिन्तितं किन्तु एतदवगच्छामश्चेत् पर्याप्तम् इत्युक्ते प्राक्टिकल् पर्पसेस्। प्रतिबन्धक अभावरूपः अस्ति प्रागभावः, योग्यता इति क्षम्यताम्, योग्यता इति कीदृशः इति चेत् प्रतिबन्धक अभावरूपः, अभावरूपहेतुः अस्ति। तर्हि अभावरूपहेतुः इति चेत् तत्र विद्यमानत्वम् इत्युक्ते अभावः अत्र प्रतिबन्धकः न भवेत्। प्रतिबन्धकः नास्ति चेत् यदा जलश्रवणं भवति तथा प्रतिबन्धकः नास्ति चेत् अत्र शाब्दबोधः जायते। किन्तु अत्र अबाधः इत्युक्तत्वात् डबल् नेगेटिव् इति तादृशं भवति, अत्र किञ्चित् जाटिल्यमस्ति वस्तुतः। हीस् बिकम् टु अकाडेमिक् हियर् इन् मै ओपिनियन्। भवतु इति कृत्वा एव अत्र एवम् उक्तं, भवत्या पृष्टं खलु सेचनं जलकरणकत्व अभावति किमर्थं चिन्तितम् इति चेत् तादृशज्ञाने एव बाधकत्वमस्ति। अवगतं, वैसविचेर्ज्ञानम् इति कृत्वा तस्य बाधा जायते, यदि कस्मिंश्चित् तादृशज्ञानमस्ति तस्य बाधा जायते इति कृत्वा सेचनं जलकरणकत्व अभाववित्ति बाधनिश्चयस्य अभावः ज्ञातव्यः अस्ति चेदेव वह्निना सिञ्चति इत्यत्र शाब्दबोधः न जायते इति न वक्तुं शक्यते। अत्र कमपि सन्देहः, यथा मया उक्तं भवतः पुरतः भवत्याः पुरतः गजः अस्ति चेत् अयं गजः इति ज्ञातुं तत्र अश्वः न भवेत् इति किमपि नास्ति खलु? हा इति तादृशमस्ति। अस्तु अग्रे गच्छेम, मेहुल् महोदय अग्रे पठतु महोदय। क्रमप्राप्तं, क्रमप्राप्तम् आसक्तिं लक्षयति पदानाम् इति, अविलम्बेन आवश्यकव्यवधानातिरिक्तव्यवधानम् अकृत्वा उच्चारणम्। प्रकृतिप्रत्ययोः दर्शितरीत्या यद्यपि अत्यन्तम् अव्यवधानं सम्भवति परन्तु सङ्ग्रहोक्तोदाहरणे व्याकरणशास्त्रसम्मतम् पदद्वयम् आदाय आसक्त्यभावः प्रदर्शयति प्रदर्श्यते। गाम् आनय इति पदद्वयं प्रहरे प्रहरे असहोच्चरितं न बोधजनकम् इति हि मूले उक्तम्। अत्र तु नात्यन्तम् अव्यवधानं सम्भवति, अतः अविलम्बेन इत्यस्य आवश्यकव्यवधानातिरिक्तव्यवधानवर्जनेन इति अर्थः वर्णितः। अस्तु, अस्मिन् परिच्छेदे आसक्तिम् इत्युक्ते किम् इति दत्तं, तस्य लक्षणमस्ति लक्षति पदानां। मूलग्रन्थकारेण आसक्तिः इति न उक्तं, सन्निधिः इति उक्तं। सन्निधिः इति उक्तं, सन्निधिः आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञानहेतुः किन्तु सः तत्र सन्निधिः इति यदुक्तं तदेव आसक्तिः इत्यनेन परामृष्टः अस्तु अग्रे तर्हि मूलग्रन्थकारेण किमुक्तं तत्र आसक्तिः नाम किम् इति पदानाम् इति पदानाम् इति न पद अत्र मूले मूले किमस्ति इति पठतु पदानाम् अविलम्बेन उच्चारणं सन्निधिः पदानाम् अविलम्बेन उच्चारणं हा तर्हि पदानाम् अविलम्बेन उच्चारणं सन्निधिः इति उक्तं तर्हि अविलम्बेन उच्चारणं नाम किम् इति इत्युक्ते आवश्यकव्यवधानातिरिक्त्य व्यवधानम् अकृत्वा इति हा अविलम्बः इत्युक्ते इदानीं दीर्घवाक्यमस्ति इति खलु इति चिन्तयतु रामः अत्र हस्तेन अन्नं खादति अत्र रामः हस्तेन अन्नं खादति इत्यत्र मध्ये मध्ये व्यवधानं मया दत्तं तर्हि इदानीं सन्निधिः नास्ति इति अवगमनं रामः रामोहस्तेनोऽन्नं खादति इति सन्धिं कृत्वा उच्चारयति चेदेव अर्थबोधः जायते इति नास्ति तर्हि अविलम्बेन इति उक्तम् अविलम्बेन नाम किम् इति चेत् आवश्यक व्यवधान अतिरिक्तव्यवधानम् अकृत्वा यत् आवश्यकमस्ति तादृशमेव व्यवधानं करणीयं न तु अतिरिक्तव्यवधानम् इति हा इत्युक्ते रामः हस्तेन अन्नं खादति इत्यत्र व्यवधानं कृत्वा मया उच्चारितं तत्र आवश्यकव्यवधानं कृतं तर्हि आवश्यकव्यवधान अतिरिक्तव्यवधानम् इति चेत् किम् अद्य इदानीं रामः इति उक्त्वा अहं तूष्णीं भवामि श्वः हस्तेन इति अहं वदामि परश्वः अन्नम् इति अहं वदामि चतुर्थदिने खादति इति यदि अहं वदामि कस्यापि शब्दबोधः न जायते किमर्थम् इति चेत् आवश्यकव्यवधान अतिरिक्तव्यवधानं मया कृतं तर्हि अविलम्बेन इत्युक्ते व्यवधानमेव न दत्त्वा इति न अवगन्तव्यम् आवश्यकव्यवधानं दातव्यम् अस्तु अग्रे महोदय प्रकृतिप्रत्ययोः प्रकृतिप्रत्ययोः दर्शितरीत्या यद्यपि अत्यन्तम् अव्यवधानं सम्भवति तर्हि अत्र घटम् इति वाक्यं वदेम तर्हि तत्र घट इति प्रकृति अम् इति प्रत्ययः तयोः मध्ये यद्यपि अत्यन्तम् अव्यवधानं सम्भवति किमपि व्यवधानं नास्ति अत्यन्तं सामीप्यम् अव्यवधानम् अस्ति परन्तु अस्ति अस्ति इति तु अस्ति किन्तु भवेदपि यदि एतदेव वाक्यं राम ह हस्त ने नम का खादति इति तादृशं यदि अहं वदामि तदा अर्थबोधः न जायते अतः एव आवश्यकव्यवधानम् इति उक्तं यत्र अनावश्यकं व्यवधानं तत्र न कार्यमेव अपि च यत्र व्यवधानम् आवश्यकं तत्र व्यवधानस्य यावद् आवश्यकं तावदेव वक्तव्यं तस्मात् अतिरिक्तव्यवधानमपि न कार्यम् अस्तु अग्रे परन्तु सङ्ग्रहोक्तोदाहरणे व्याकरणशास्त्रसम्मतं पदद्वयमादाय आसक्त्यभावः प्रदर्श्यते अस्तु सङ्ग्रहोक्तोदाहरणे इत्युक्ते अत्र उदाहरणं किं सङ्ग्रहः गामानय हा गामानय इति उदाहरणं दत्तं गामानय इति उदाहरणं हा तर्हि तत्र पदद्वयम् आदाय आसक्तिभावः प्रदर्श्यते आसक्ति अभावः सत्यम् अत्र सन्निधेः अभावः प्रदर्श्यते गाम् आनय इति पदद्वयं प्रहरे प्रहरे असहोच्चरितम् इत्युक्ते गाम् अपि च आनयः पदद्वयमपि एक एव प्रहरे उच्चारणं न करोति चेत् बोधजनकं न बोधजनकम् इति मूले उक्तं तर्हि मूलग्रन्थे मध्ये तादृशम् उक्तं तेन बोधः न जायते यदा एकस्मिन् समये एकस्मिन् प्रहरे एव न उच्चारणं भवति चेत् परन्तु अत्र अत्यन्तम् अव्यवधानं न सम्भवति, न अत्यन्तम् अव्यवधानं सम्भवति इति. इत्युक्ते तत्र गामानय इति नास्ति, परन्तु गाम् आनय इति एव तत्र व्यवधानसहित एव, अपि च आवश्यकव्यवधानसहित उच्चारणं भवति. अतः अविलम्बेन इत्यस्य अर्थः कः? तर्हि आवश्यकव्यवधानम् अतिरिक्तव्यवधानं वर्जयित्वा इति एव अविलम्बेन इत्यस्य अर्थः इति भवति. तर्हि कति दलानि सन्ति? आवश्यकव्यवधान इति दलद्वयम्, अतिरिक्त इति तृतीयं, व्यवधान इति चतुर्थं, वर्जनेन इति पञ्चमं. अत्र न एतादृशम् अस्ति चेत् क्लेशः भवति. अस्तु, भवान् स्वचिन्तनं करोतु अत्र. तर्हि आसक्तिः, आसक्तिः नाम का? अविलम्बेन इति स्वचिन्तनं करोतु महोदय. घटमानय इत्यत्र घटमानय इति वाक्यं स्वीकृत्य प्रदर्शयतु. अत्र प्रथमतया तत्र द्वयं पदद्वयमपि एक एव समये उच्चार तस्य उच्चारणं भवेत्, अपि च यावत् व्यवधानम् आवश्यकमस्ति तावदेव करणीयं, न तु अतिरिक्तव्यवधानम् इति आसक्तिः. अस्तु, तर्हि इतोपि प्रश्नान् अहं करोमि. घटमानय इत्यत्र नैयायिकमतानुसारं कति पदानि सन्ति? त्रीणि पदानि न, चत्वारि पदानि. चत्वारि पदानि. तानि कानि? घट, अम्, नी, अपि च प्रत्ययः ल्यप् प्रत्ययः खलु. आनि, आनय इति लोट्. तर्हि आनय इत्यत्र ति इति एव योजयतु, तदनन्तरं तस्य परिवर्तनं भवति. हा सत्यं, लोट् लोट् खलु, तिङ् प्रत्ययः. हा सत्यं, तिङ् प्रत्ययः इति चत्वारि पदानि सन्ति. चत्वारि पदानि, आम्. तर्हि तेषु इदानीं चिन्तयतु. ओ अस्तु अस्तु. तर्हि अत्र घटम् इत्यनयोः मध्ये, घट अपि च अम् इत्यनयोः मध्ये अत्यन्तम् अव्यवधानम् आवश्यकम्. परन्तु घटम् अपि च आनय इत्यनयोः मध्ये आवश्यकव्यवधानम् एव करणीयम्. पुनः नी धातु अपि च लोट् प्रत्यय इत्यनयोः मध्ये अत्यन्तम् अव्यवधानम् आवश्यकम् इति. सत्यं. तर्हि इदानीम् अहं प्रश्नं पृच्छामि, उत्तरं वदतु. यदि घटयोगः अम् अनयोः मध्ये व्यवधानम् अहं ददामि, तर्हि आसक्तिः तत् तर्हि तत्र किं नास्ति, किं कारणं नास्ति? तत्र आसक्तिः नास्ति इत्युक्ते सन्निधिः नास्ति इति वा, अथवा आकाङ्क्षा नास्ति वा? यदा व्यवधानं भवति चेत् किम् आकाङ्क्षा न पूरिता भवति यदा व्यवधानम् अस्ति चेत्. अत्र घट, तर्हि घट अम् इति यदि अहम् उच्चारयामि तदा अर्थबोधः न जायते, शब्दबोधः न जायते. तस्य कारणं किम् इति चेत् आकाङ्क्षा न पूरिता इति एव वक्तव्यं. सन्निधिः नास्ति इति तत्र नास्ति. सत्यम्, आकाङ्क्षा न पूरिता. किमर्थमिति चेत् आकाङ्क्षा इत्युक्ते किं? पदनिष्ठ अव्यवहित उत्तरोत्तर उत्तर उत्तरत्वादिरूपा खलु. इति कृत्वा घटयोगः अम् अनयोः मध्ये अव्यवहितत्वम् अत्र आसक्तिः इति सामग्र्या न पूरिता, किन्तु आकाङ्क्षा इत्यनेन पूरिता. तर्हि घटयोगः घट घट अम् इति यदि अहम् उच्चारयामि तदा शाब्दबोधः न जायते इति चेत् तस्य कारणं किम् इति चेत् आकाङ्क्षा न पूरिता इति वक्तव्यम्. एवम् आनी, तदनन्तरं तिङ् इति यदि अहं वदामि तदा शब्दबोधः न जायते इति चेत् तत्र किमर्थं शब्दबोधः न जायते इति चेत् आकाङ्क्षा न पूरिता इति एव वक्तव्यम्। आकाङ्क्षा न पूरिता किन्तु घटम् इति मिलित्वा उच्चार्य तदनन्तरं परश्वः यदि अहम् आनय इति वदामि तदा शाब्दबोधः न जायते, तस्य कारणं किम्? सन्निधिः न पूरिता इति। सन्निधिः नास्ति इत्यतः। सन्निधिः नास्ति इत्यतः। तदनन्तरम् आकाशम् आनय इति इदानीम् उच्चारितवान्, तर्हि तत्र शाब्दबोधः न जायते, किमर्थम्? योग्यता नास्ति तत्र। तर्हि सर्वत्र शाब्दबोधः न जायते, घट अम् आनि तिङ् इति वदामश्चेत् शाब्दबोधः न जायते। अत्र किं नास्ति इति चेत् आकाङ्क्षा नास्ति इति कृत्वा, घटम् इति अद्य उक्त्वा आनय इति परश्वः यदि यदि अहं वदामि तदापि शाब्दबोधः न जायते, किमर्थं? सन्निधिः नास्ति। किन्तु आकाशम् आनय इति यदि यदि यदि इदानीं मिलित्वा अहम् उक्तवान् तर्हि तत्र आकाङ्क्षा अपि अस्ति, योग्यता सन्निधिः अपि अस्ति, किन्तु किं नास्ति? योग्यता नास्ति। घट अम् अस्तु, तर्हि प्रायः एवं एकं टेबल् स्थापयितुं शक्यते, इत्युक्ते अहं स्थापयामि, भवन्तः अपि प्रयत्नं कुर्वन्तु। आकाङ्क्षा, योग्यता, सन्निधिः इति उपरि संस्थाप्य अत्र एकम् उदाहरणं, घट अम् आनि ति इति वदामश्चेत् किमर्थम् अत्र शाब्दबोधः न जायते इति चेत् आकाङ्क्षा नास्ति इति कृत्वा शाब्दबोधः न जायते। किन्तु योग्यता अस्ति वा इति चेत् अत्र योग्यता अस्ति खलु, घटमानय इत्यत्र योग्यता अस्ति, आसक्तिः अस्ति वा इति चेत् आम् आसक्तिः अस्ति, किमर्थमिति चेत् सर्वम् इदानीमेव मया उक्तं, प्रहरे प्रहरेण उक्तम्, अस्मिन् प्रहरे एव मया उक्तम् इति कृत्वा तत्र सन्निधिः अस्ति, योग्यता अस्ति, किन्तु आकाङ्क्षा नास्ति। एवं घटम् इति अद्य उक्त्वा आनय इति परश्वः इति यदि अहं वदामि तत्र आकाङ्क्षा अस्ति, योग्यता अस्ति, किन्तु सन्निधिः नास्ति। आकाशमानय इति यदि अहं वदामि तत्र आकाङ्क्षा अस्ति, सन्निधिः अपि अस्ति, योग्यता नास्ति। अस्तु, इति अवगच्छामश्चेत् समीचीनबोधः। तर्हि तत्र इतोपि यदि पदज्ञानम् इति दलमपि तत्र कालं मध्ये स्थापनीयं चेत् तत्र उचित उदाहरणानि अस्माभिः लेखितुं शक्यते। पदज्ञानं गगबुगै इति यदि अहं वदामि, गगबुगमानय इति यदि अहं वदामि तत्र इदानीम् अत्र किमस्ति, किं नास्ति? पदज्ञानं नास्ति, पदज्ञानं नास्ति, पदज्ञानं नास्ति इति उदाहरणं। गगबुगै आनयतु इति यदि अहं वदामि तदा पदज्ञानं नास्ति, यद्यपि तत्र आकाङ्क्षा प्रायः अस्ति, योग्यता अपि अस्ति, न जाने यावत्पर्यन्तम् अत्र गगबुगै इति किम् इति न ज्ञाने तर्हि तत्र योग्यता अस्ति वा न वा इति न ज्ञातुं शक्यते, किन्तु सन्निधिः तु अस्ति एव। भवतु, अस्तु, समयः जातः, अत्र स्थगयेम। तर्हि अत्र एकमेव परिच्छेदम् अवशिष्टमस्ति, अग्रिमे वर्गे इतोपि पठेम। तदनन्तरं योग्यता बहुत्र चैतन्यस्य एव इति उक्तम्। अस्तु, अत्र किम् इति अनन्तरं पश्यामि। अस्तु, सर्वेभ्यो नमस्कारः, धन्यवादश्च।